नमस्कारः. ल्यप् प्रत्ययः इति करपत्रम् अनुवर्तते. तर्हि अरुणा भगिनी किञ्चित् वक्तुमिच्छति वा? भगिनी वर्गे किं किं दृष्टवन्तः, कुतः प्रारम्भणीयः इति? महोदय, अनुनासिकान्तदातः वा सूत्राणि पठितवन्तः वा पुनः, तदनन्तरम् उपसर्गात् ऋकारान्तदातु अस्ति चेत् प्रवादपि आरम्भतः द्रष्टव्यः वा? आरम्भतः एकवारं पश्यामः वा किं किं दृष्टवन्तः वयम् इति? केवलं तत्र भवतीरूपेण किं भवति, पक्षिदृष्टि इति वदामः वा, तत्र अस्ति वा तादृशशब्दः? नास्तिकान्तदातवर्णे अत्र वाल्यपि अत्र सूत्रं वा इति व्यवस्थित आरम्भतः इति किम् इत्युक्ते, तत्र ल्यप् प्रत्ययः कीदृशः इत्युक्ते, सामान्यतया अर्धदातकस्य इदवलादेः इति सूत्रेण इदवलादि प्रत्याहारे तत्र अन्यतमः वर्णः अस्ति चेत् तस्य इदागमः भवति प्रत्ययस्य आदौ इति तादृशवर्णः अस्ति चेत्. किन्तु ल्यप् प्रत्ययः तु तत्र यकारः तु वलादि नास्ति खलु, तादृशं खलु यकारः अवशिष्यते, तदा तु किं भवति तत्र इदागमः न भवति, इदानुकूलः नास्ति तत्र. अनन्तरं तर्हि चिन्तनम् आर्धातुकः अस्ति इति कृत्वा अकारान्त अकारान्तः इकारान्तः इति चिन्तनं जायते जायमानमस्ति तत्र. तत्र ल्यप् विधायकं सूत्रं भवति समासे अनैङ् पूर्वे त्वः ल्यप्ति. तर्हि यस्मिन् समासे पूर्वपदं नैङ् भिन्न अव्ययं भवति चेत् तस्मिन् धातोः परस्य त्वा प्रत्ययस्य स्थाने लप् प्रत्ययः भवति इति. यत्र नैङ् अस्ति चेत् अव्ययम् अस्ति चेत् तत्र तु ल्यप्त्यस्य तत्र तु तुमुनेव प्रयोगः भवति, त्वा एव प्रयोगः भवति, अपठित्वा इति प्रयोगः भवति तादृशम्. तदनन्तरं त्वापि छन्दसि इति सूत्रेण त्वा प्रत्ययस्य विकल्पेन लप् प्रत्ययः भवति तत्र वेदेषु इति. तदनन्तरं विधानप्रक्रिया इति दृष्टवन्तः. प्रथमं तु अत्र तु त्वा इत्यस्य स्थाने ल्यप् आदेशः भवति इति कृत्वा त्वा इत्यस्य गुणधर्मान् अपि स्वीकरोति खलु ल्यप् इति कृत्वा. त्वा तु कित् अस्ति इति कृत्वा इत्यनेन तत्र ज्ञिति च इति गुणनिषेधः ल्यपि अपि भवति इति. तदनन्तरम् अनिदितां धातूनाम् उपादाय नकारलोपः भवति अत्र अनिदितां हलोपादाय निति इति सूत्रेण. तदनन्तरं सम्प्रसारणी धातूनां सम्प्रसारणं भवति कित् अस्ति इति कृत्वा. वचस्वपि यजादीनां किति. अनन्तरं ग्रहिजा वयि व्यधि वष्टि विचति वृषति पृच्छति भृञ्जतीनां निति च इत्यनेन तत्र निति च किति इत्यपि अनुवृत्तिः आगच्छति इति कृत्वा गृहीज इत्येषां धातूनामपि सम्प्रसारणकार्यं भवति. अनन्तरं चिन्तनं सामान्यतया वयं कथं वयं विभजयामः इत्युक्ते भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तम् अजन्तदातवः. तदनन्तरं भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं हलन्तदातवः. निजन्तदातवः तु नित्यं तत्र किं तत्र अजन्तदातुः एव भवति, इकारान्तदातुः भवति तत्र अनेका चपि भवन्ति. अनन्तरं सन्प्रत्याः प्रत्यान्तः यङ् प्रत्यान्तः क्यच् क्यङ् क्यश् प्रत्यान्तः दातवः इति महोदयेन विभजितं. तर्हि सूत्रमासीत् समासे अनैङ् पूर्वे त्वो ल्यप् त्वः ल्यप्ति. तत्र सामान्यचिन्तनं भवति यत्र आकारान्त एजन्तदातूनां तु एजन्तदातुः अपि आकारान्तत्वं प्राप्नोति आदेश उपदेशे अशीति इति सूत्रेण, केवलं वर्णमेलनं भवति तत्र. अनन्तरं विशिष्ट आकारान्त एजन्तः दातः तत्र मेन् धातुः इति दृष्टवन्तः. तत्र तु सम्प्रसारणं कार्यं भवति वचस्वपि एजादीनां किति इत्यनेन. तदनन्तरं किम् आसीत् व्ययिन् इति धातुः, तत्रापि सम्प्रसारणं भवति. तत्र तु व्ययिन् धातोः विकल्पेन सम्प्रसारणं भवति परि उपसर्गकपूर्वकवेयिन् धातोः विभाषापरेः इति सूत्रेण. किञ्चित् वैशिष्ट्यम् अस्ति, प्रायः स्मरणेन भवति एव इति मन्ये. तदनन्तरं किम् आसीत्, केवलं विभाषा परेः इति सूत्रं तु परेः परि इति उपसर्गपूर्वक केवलं वेञ् धातुः एव विकल्पेन सम्प्रसारणं भवति. अनन्तरं ह्वेञ् इति धातुः, तत्रापि ह्वेञ् इत्यस्यपि तत्र सम्प्रसारणं भवति वचस्वपि जादीनां किति इति सूत्रेण. जा धातोः गृहिजा वयि व्यधि वष्टि विच्छति इति सूत्रेण सम्प्रसारणं भवति. तदनन्तरं किन्तु भवति स्म, किन्तु जश्य इति सूत्रमस्ति येन जा धातोः सम्प्रसारणं निषिद्धं भवति इति कृत्वा जा एव तिष्ठति, जश्य इति सूत्रम्. तदनन्तरं किम् आसीत्, मेङ् धातुः मयते ल्यपि अन्यतरस्याम् इति अस्ति, मयतेरित् अन्यतरस्याम् इति सूत्रेण मेङ् धातोः विकल्पेन इकारादेशः भवति ल्यपि परे इति. विकल्पेन भवति एकस्मिन् पक्षे यत्र इडागमः भवति तत्र तु इडागमः भवति तत्र तु अपमित्य इति, नो चेत् माय मित्य, नो चेत् माय इति भवति. यत्र इकारः भवति तत्र तु ह्रस्वस्य पिति कृति तुक् इति तुकागमः अपि भवति. अनन्तरम् आसीत् घूमास्थापा स्था घापा जहाति सां धातूनाम् ईकारादेशः न भवति इति महोदयेन लिखितं खलु, न ल्यपि इति सूत्रेण न भवति, तर्हि तावत् तथा एव तिष्ठति न ल्यपि इति सूत्रेण. समीचीनम्. अनन्तरम् इकारान्तधातूनां ह्रस्वस्य पिति कृति तुक् इति सामान्यसूत्रम्. अनन्तरं श्वि इति सम्प्रसारणे धातुः आसीत्, तस्मिन् विषये वयं दृष्टवन्तः. तदनन्तरं किम् आसीत्, डुमिन् इति धातुः, तत्रापि मिनाति मिनोति दिङा ल्यपि च इति सूत्रेण मिनाति मिनोति दिङ् इत्येषां धातूनाम् आकारः आदेशः भवति अन्ते, यत्र एज् निमित्त षिद्भिन्नप्रत्यये परे आकारः आदेशः भवति इति कृत्वा प्रमाय इति भवति षिद्भिन्नप्रत्यये परे. अस्तु, क्षिधातुः दीर्घादेशः भवति प्रक्षीय इति भवति श्यः इति सूत्रेण. ईकारान्तधातूनां किं भवति, केवलं वर्णमेलनं भवति, अत्र तु ह्रस्वस्य प्रीतिकितितृक् इत्यस्य प्राप्तिः नास्ति, प्रसक्तिः नास्ति. ली धातोः विभाषा लीयते इत्यनेन पुनः आकारः आगच्छति. तत्र कुत्र कुत्र आकारः आगच्छति इति पश्यामः चेत् विभाषा लीयते इत्यनेन ली धातोः आकारः आगच्छति. अनन्तरं मिनाति मिनोति दीङ्गां ल्यपि इत्यनेन मिनाति मिनोति इति दीङ् इत्येषामपि आकारः आगच्छति. तदनन्तरम् ईकारान्तधातूनां पुनः तदेव दिङ् मिङ् इति आसीत् तेषामपि आकारान्तत्वं प्राप्नोति, ते अपि आकारान्तत्वं प्राप्नुवन्तः. तौ अपि उकारान्तदातवः इति पुनः ह्रस्वस्य पिति कृति तुक् इति, तत्र वेदे एव यु प्लू धातोः दीर्घत्वं भवति इति दृष्टवन्तः, यु प्लूवोर् दीर्घश्चन्दसि इति सूत्रेण. ऊकारान्तधातूनां केवलं वर्णमेलनं भवति, अत्र विशिष्टकार्यं न भवति. केवलं भ्रूधातोः अत्र आर्धातुकचिन्तनमस्ति इति कृत्वा वच्छादेशः भवति. अनन्तरं वच् भूत्वा वचस्वपि जादीनाम् इत्यनेन सम्प्रसारणकार्यं भवति. ऋकारान्तधातूनां पुनः ह्रस्वस्य पिति कृति तुक् इति चिन्तनं. ऋकारान्तधातूनां तु ऋत इद्धातोः इत्यनेन किं भवति, इत् इति भवति खलु, इकारः भवति. तदा किं भवति, पुनः अत्र तु इकारः भूत्वा तदनन्तरम् उरण्ड्रपरः इति अपि आयाति. उरण्ड्रपरः हलीच इति सूत्रद्वयस्य तत्र प्रसक्तिः भवति. भगिनि, दीर्घ ओकारस्य धातुः भ्रूधातु वच् आदेशः भवति, भ्रूधातु. आम् आम् सत्यं भगिनि, दीर्घभ्रूधातोः वच्छादेशः भवति इति उक्तं भ्रुवोवचि इति. तत्र तु किमस्ति, आर्धातुकचित्रम् अस्ति इति कृत्वा यत्र यत्र आर्धदातुकप्रक्रिया भवति तत्र तत्र भ्रुवोवचि इत्यस्य प्रसक्तिः प्राप्ता भवति. सत्यं यद्यपि आम् भ्रु इति ऊकार दीर्घ ऊकारान्तधातुः अस्ति चेत् अस्ति खलु आम् तदनन्तरं ऋकारान्तधातूनां विषये तु ह्रस्वऋकारान्तधातूनां ह्रस्वस्य पिति कृते तु दीर्घऋकारान्तानां हृदयिद्धातोः इत्यनेन ऋकारान्तानाम् इतागमः भवति तदनन्तरम् उरण्ड्रपरः भूत्वा हलिच इति अपि कार्यं भवति हलीच इति अहं तु नितरां तत्र विस्मरामि हलीच हलः इति सूत्राणि सन्ति खलु हलः इति सम्प्रसारणेव आगच्छति खलु सम्प्रसारण तदनन्तरं यत्र तत्र हल्लुत्तरस्य तत्र इकारस्य वा इक्वर्णस्य दीर्घादेशः भवति हलः इति सम्प्रसारणकार्यं भवति साधु वा भगिनि हलः इति सूत्रमस्ति किं भगिनि हलि अस्ति हलि च अपि अस्ति खलु अत्र एव हलि च इति पश्यामः हलि च तु रेफान्तानां वकारान्तानां धातूनाम् उपादायां स्थितस्य इकुवर्णस्य दीर्घादेशो भवति तदनन्तरं इतोपि एकम् आसीत् उपादायां च इत्यपि आसीत् यत्र उपदाभूतस्य किम् आसीत् हलीच इति तु धातोः रेफवकारान्तधातोः उपदाभूतस्य रिक्वर्णस्य उपादायां च इत्यस्य तु धातोः उपादाभूत यत्र हल् उपादायाम् अस्ति तस्य पुनः उपदाभूतौ हल् परौ पुनः रेफवकारौ अस्ति चेत् तत्र तत्र रे तत्र ताभ्यां पूर्वस्य इक्वर्णस्य दीर्घादेशः भवति तत्र तु त्रिस्टेप् प्रोसेस् अस्ति अन्तिमवर्णः हल् वर्णः उपदावर्णः रेपः वकारः तस्मात् पूर्वं यत्र रेपः रेफवकारात् पूर्वम् इक्वर्णः अस्ति चेत् इत्युक्ते इक्वर्णः रेपः और् वकारः अनन्तरं हल् वर्णः तादृश अस्ति चेत् उपदायां च इति सूत्रम् हलि च इत्यस्मिन् तु केवलं रेफान्त रेपः वा वकारः वा अन्ते अस्ति उपादायाम् इकुवर्णः अस्ति सूत्रत्रयं हलः हलि च उपादायां च हलि च इत्यस्य एव साक्षात् अनुवृत्तिः भवति उपादायां च इति सूत्रे हलः इति सूत्रं सम्प्रसारणकार्ये आयाति केवलं सम्प्रसारणेव तदनन्तरं भ्वादिगणपर्यन्तं हलन्तधातूनां चिन्तनम् इति कृत्वा किं जातम् मिति चैत्यनेन गुणकार्यं तु निषिद्धं भवति इति पूर्वमेव उक्तम् आसीत् अनन्तरम् आर्धातुकप्रक्रिया इति कृत्वा अर्धातोः भू आदेशः भवति अस्तेर्भुः इति सूत्रेण चक्षुधातोः चक्षिङ्गः ख्या इति सूत्रेण ख्याय आदेशः भवति तत्तु जानीमः अजुधातोः पुनः अजुधातोः अजेर्व्यय अपो अघय अपोः इति सूत्रेण आगच्छति तत्र वे आदेशः भवति वि आदेशः भवति कृप् धातोः कृपो रोलः इति किं भवति रेफस्य स्थाने नृकारः आगच्छति लकारसदृशः रेफसदृशः लकार किमस्ति लकारादेशः भवति अनन्तरं ऋकारस्य स्थाने ऋकारसदृशः नृकारः आदेशः भवति तदनन्तरं किम् अस्ति झन सनखन इत्येषां तु ये विभाषा इत्यनेन विकल्पेन भवति झनखन जनसनखना तत्र विकल्पेन आकारः आदेशः तर्हि आकारः कुत्र कुत्र भवति लीयतेः विभाषा लीयतेः इत्यनेन ली धातोः भवति अनन्तरं मिनाति मिनोति दीङाम् इत्यनेन मिनाति मिनोति धी इति त्रयाणाम् आकारः भवति तदनन्तरं झनसनखनाम् इति अनुवृत्तितः ये विभाषा इति सूत्रमस्ति अनेन झनकनसनक झनसनखनां धातूनां त्रयाणां धातूनाम् आत्वं भवति पुनः अग्रे आसीत् अनुनासिकान्तदातवः इति वाल्यपि इति तत्र व्यवस्थितविभाषा इति भवन्तः अपि उक्तवन्तः खलु तत्र व्यालपि इत्यनेन विकल्पेन तत्र किम् अस्ति मकारस्य लोपः भवति खलु विकल्पेन नकारान्तम् अस्ति चेत् नकार अस्ति चेत् नित्यं भवति नित्यं भवति अस्तु मकारान्तानां विकल्पेन भवति मकारान्तः तु चतुर् चत्वारः वर्तन्ते यम् नम् यम् रम् इति तेषां तु विकल्पेन लोपः भवति वाल्यपि इति सूत्रेण किन्तु व्यवस्थितविभाषातेन तत्र नकारान्तानां नित्यं भवति इति वाल्यति इति सूत्रम् तदनन्तरं किम् आसीत् सम्प्रसारणे हलन्तदातवः इति पुनः वचुस्वपि यजादीनां किति इति वयं दृष्टवन्तः तत्रापि वचुस्वपि यज् गृह इति दातवः सन्ति अनन्तरम् अनिदितः दातवः इति अनिदितां हलोपदायानिति इति प्रथमे एव तत्र सोपाने उक्तवान् आसीत् महोदय तत्र नकारस्य लोपः भवति खलु मन्त्रदातोः नकारस्य लोपः भूत्वा मत् प्रमत्य इति तदनन्तरं किम् आसीत् स्कन्द स्कन्द स्यन्द इति धातुद्वयं तु विशिष्टधातौ भवतः स्कन्द इत्यस्य किं भवति नकारलोपः न भवति स्कन्द स्कन्दि स्यन्दोः इत्यनेन नकारलोपः नित्यं न भवति खलु स्वाप्रत्यये परे न भवति ल्यप् प्रत्ययः अपि स्वाप्रत्ययस्य गुणधर्मान् आश्रित्य भवति इति कृत्वा ल्यपि अपि न भवति गते सप्ताहे पठितवन्तः खलु एतद् वयं पुनः एकवारं पठित्वा गच्छामः वा मम मनसि तु सम्यक् न तिष्ठति भगिनि एकः प्रश्नः अस्ति अनिदित अनिदितदातवः अत्र श्रम् श्रृम्भ् प्रायः श्रुम् अत्र शकारस्थाने शकार आदेश सः सः यदि कुत्र कस्य अनुदितान् एवमेव नकारस्य लोपः भवति आम् चकार अस्ति भगिनि अकल अत्र श्रम् प्रायः श्रृम्भ् यभाल्ल श्रृम्ब् इति स्रम्ब् इति अस्ति खलु तद्वदति वा मूर्धन्यषकार मूर्धन्यषकार ऋकार मकार भकार मूर्धन्यषकार ऋकार श्रु म्ब् म्भ् मकार भ महाप्राण श्रृम्ब् इति पश्यामि आम् किन्तु धातुवादेशः सः इत्यनेन प्रथमं सकारः भवति खलु सृम्ब् भवति तदा अनन्तरं प्रसृम्ब् योगः ल्यप् इत्यस्मिन् मकारस्य लोपः भवति तत्र अनिदितां हलोपदायनिति इत्यनेन प्रसृब् ल्यप् इति भवति अधुना तत्र रेपः इण्प्रत्याहारे अस्ति वा हयवर लङ् इति अस्ति खलु इति कृत्वा तत्र आदेशप्रत्ययोः इत्यनेन आदेशरूपी शकारः अस्ति खलु तत्र तत्र न आदेशरूपी नास्ति किम् अस्ति न अत्र तु सकारः एव तिष्ठति खलु प्रसृभ्य इति एव भवति तत्र तु प्रसृभ्य इति धात्वादेः शः सः इति प्रसृभ्य इति भवति प्रसृभ्य इति भवति अत्र तु इङ्कोः इत्यनेन षत्वं तु किं तत्र न भवति एव किमर्थम् इत्युक्ते अत्र तु तत्र प्रत्ययव्ययवी शकारः नास्ति शकारः नास्ति अनन्तरं तत्र आदेशरूपी सकारः अपि नास्ति इति कृत्वा षत्वं न भवति आं भगिनि केवलं यत्र तादृशं यत्र आदेशरूपी अपि नास्ति अनन्तरं पुनः शास् वस् गस् धातुः अपि नास्ति शासि वसि गसीनाम् इति एतेषां धातूनां तु षत्वं भवति किन्तु तदपि नास्ति शासि वसि घसीनाम् इति सूत्रेण तत्रापि षत्वं भवति अत्र तु षत्वं न भवति तदेव पृष्टवती खलु भगिनि प्रसृभ्य इति तर्हि स्कन्द् स्यन्द् इति पठामः वा भगिनी सूर्यकुमारी भगिनी पठति वा भगिनि? भगिनि विशेष विशेषः स्कन्द् स्यन्द् इति धातुः स्कन्दिर् गतिशोषणयोः च स्यन्तु प्रस्रवणे प्रस्रवणे चेति द्वादिगणीयधातु अनितितोस् अनितितोस्तः स्कन्द् स्यन्द् अनितिधातुः धातुः स्तः स्कन्दिर् इरित् न तु इरित् तत्र इर् अस्ति न तु इत् अतः कितिमिति प्रत्यये परे अनयोः द्वयोः धात्वोः नकारलोपः भवति स्म अनिदिता महालोपतायाः नीति इति सूत्रेण किन्तु क्वी स्कन्दिस्यन्दोः इति सूत्रेण इदं कार्यं निषिध्यते वस्तुतः अनेन सूत्रेण त्वा प्रत्यये परे नकारलोपः क्षम्यतां निषिध्यते तदा स्थानिवद्भावेन लिपिपरे अपि तदैव निषेधः भवति धातुस्तः स्कन्द् स्यन्द् तत्र इर् इत् भवति न तु युत् इत् नास्ति इर् अस्ति तदापि इरित् इत्यस्मिन् इदित् अपि अन्तर्भूतः अस्ति खलु भगिनि? इर् इत्यस्य सः इत् इत्यस्य सः इरित् इत्यस्मिन् इदित् अन्तर्भूतम् अस्ति तथापि कार्यं तु सम्भवति इति कृत्वा कार्यं तु सम्भवति अनिदिता महलोपदाय नीति अस्ति किन्तु प्राप्तिः न भवति भिन्नसूत्रं रचितमस्ति इति कृत्वा तेन बलेन महोदय किमर्थम् उक्तम् इति चेत् अत्र निष्कर्म प्रत्ययनिष्कारणसमये इर् इत्येव भवति नाट् इत् इर् इत्यस्य लो इत् भवति इति कृत्वा इरित् भवति न केवलम् इत् तु भवति इकारस्य संज्ञा भवति किन्तु रेफस्यापि संज्ञा भवति इति कृत्वा मिलित्वा वक्तव्यम् इति कृत्वा इरित् भवति इरित् इत्यस्मिन् इदित् अन्तर्भूतम् अस्ति इति कृत्वा अनिदितां हलोपदाय निति इत्यस्य प्रसक्तिः तु अस्ति भवेत् किन्तु स्कन्दोः इति स्यन्दोः इति सूत्रेण तत्र निषेधं निषेधः क्रियते. इति अस्ति चेत् नकारलोपः न भवति. आमाम् इति अस्ति चेत् नकारलोपः न भवति. आम् इदित् अस्ति इति कृत्वा इदित् नास्ति इति कृत्वा अनिदितां हलोपदायनिति इत्यनेन भवति स्म खलु? आमामाम् इदित् इदित् नास्ति इरित् अस्ति इति अस्तु अस्तु यद्यपि अन्तर्भूतमस्ति इरित् अस्ति इति कृत्वा नकारलोपः भवेत् अनिदितां हलोपदायनिति इति न अवगतं भगिनि क्षम्यतां मम मया यत् वक्तुम् उक्तम् अन्तर्भूतमस्ति इति कृत्वा साक्षात् न तत्र किम् अस्ति इरित् इत्येव स्वीकर्तव्यं न तु इदित् इति. भ्रमः जातः वा सर्वेषामपि मम कारणतः तदापि विशेषसूत्रेण स्कन्दिस्यन्दोः सूत्रेण नकारलोपः नकारलोपः न भवति. आं भगिनि. तानि वत्पादन लघुपर्य तदेव निषेधः भवति. बहु क्ले इदित् अस्ति वा इदित् नास्ति वा प्रथमम्? इरित् अस्ति भगिनि, इदित् नास्ति. इरित् इरित् नास्ति. इदित् रेफः अपि अस्ति इति कृत्वा रेफस्यपि लोपः भवति इति कृत्वा इरित् अस्ति चेत् नकारलोपः भवति, विशेषसूत्रेण लोपः न भवति इति. लोपः न भवति. सत्यं भगिनि, सामान्यतया इदित् अस्ति चेत् लोपः न भवति, किन्तु यद्यपि अनिदित् अस्ति तथापि लोपः, तथापि अनयोः लोपः न भवति. किमर्थम् इत्युक्ते अनेन सूत्रेण. उदाहरणमस्ति प्रायोगः कन्त् योगः लेप् अनिदितां हलोपदायाः निति इत्यनेन अनिदितां धातूनाम् उपधा नकारः नकारस्य लोपो भवति कितिमिति प्रत्यये परे. त्री स्किन्स्य स्किन्दिस्यन्दोः इत्यनेन स्कन्दधातोः उपधा नकारलोपः न भवति. त्वा प्रत्यये परे स्थानिवद्भावे न लेपि परे अपि तदेव निषेधः. प्रायोग स्कन्द योगया प्रस्कन्द्य रूपं सिद्ध्यते. एवमेव प्रस्यन्द्य अपि. सूत्रं पठामि वा भगिनि? आं भगिनि. त्री स्कन्दिस्यन्दोः स्कन्दधातोः स्यन्दधातोः च उपधा नकारस्य लोपः न भवति क्त्वा प्रत्यये परे. एतौ द्वौ धातु अनिदितौ अपि इदित् नास्ति अनिदितौ अपि च त्वा प्रत्ययः कित्. अतः अनिदितां हल उपदाय हक् निति इत्यनेन अनयोः धात्वोः त्वा प्रत्यये परे नकारलोपः जायते स्म. तदा प्रकृतिसूत्रेण इदं कार्यं निषिध्यते. स्कन्दिश्यस्यन्दश्च तयोरितरेतरद्वन्द्वः स्कन्दिस्यन्दोः स्यन्दौ तयोः स्कन्दिस्यन्दोः त्री इति त्वा शब्दस्य सप्तम्यन्तं रूपं स्कन्दिस्यन्दोः षष्ट्यन्तं विपुतमिदं सूत्रं पुनः न लोपः इत्यनेन न लोपः इत्यस्य अनुवृत्तिः. अनिदितां हलोपदायाः किति इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः. नाचेः पूजायाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. स्कन्दिस्यन्दोः अङ्गयोः उपधायाः न लोपः न तत्र न लोपः न त्री त्वा प्रत्यये परे लोपः न भवति. लेप् अपि कित्वा आरोप्यते चेत् स्थानिवत् भवति चेत् त्वा प्रत्ययो इव प्रवर्तति. तत्कारणेन स्यन्द् धातोः न लोपः नकारलोपः न भवति. समाप्तं भगिनि. साधारणसूत्रस्य विशेषसूत्रमस्ति, निषेधः अस्ति, निषेधं निषेधः अस्ति, विशेषमपि अस्ति खलु. सत्यम्. आं भगिनि. अग्रे गच्छामः. क्षम्यताम्. अपवादसूत्रम् अपि वदामि भगिनि. किं भगिनि? अपवादः अपि. आम् आम्, एतेः धातुद्वयस्य अपवादं वर्तते. सत्यम्. आम् आम्, यत्र प्रतिपदोक्तत्वम् अस्ति खलु, यदि अत्र कार्यं न करोति चेत् निरवकाशं भवति इति. आम्. निजन्तधातूनां विधानप्रक्रिया. अन्यः वा भगिनि? अरुणा भगिनी पठतु वा? आम् आम्, अरुणा भगिनी पठतु. आं भगिनि, निजन्तधातूनां यप् विधानप्रक्रिया. निच् प्रत्ययः द्विविधः स्वात्विकः निच् प्रत्ययः, प्रेरणात्मकः निच् प्रत्ययः च. चुरादिगणे यः निच् प्रत्ययः विद्येते तस्य संयोजनेन यः धातुः निष्पद्यते सः स्वात्ते भवति. हेतुमति च इति सूत्रेण यः निच् प्रत्यय विद्येते तस्य संयोजनेन यः धातुः निष्पद्यते सः प्रेरणात्ते भवति. यत्र स्वात्ते च प्रेरणात्ते च निजन्तधातुः इति उच्यते. वयं पुण्यमपि पठितवान् चुरादिगणे. चुरादिगणे निच् प्रत्यय द्विविधाः, द्विविधिः निच् प्रत्यय चुरादिगणे स्वार्थे इति प्रयुज्यते. अर्थः कं किं चेत् अत्र धातु अर्थ न विपन्नं भवति, परन्तु हेतु प्रेरणात्मकनिच् अस्ति चेत् हेतुमति चेत् सूत्रेण अर्थः भिन्नं भवति. यथा उदाहरणमस्ति स्वार्थे चुर् योगाणिच् अत्र इत्सङ्गच्छति नि चुटु इति सूत्रेण नकारलोपः भवति, ई एव अवशिष्यते. ई अत्र निश्चित अर्धधातुकप्रत्ययः सुगन्धलोपपदस्य इत्यनेन गुणभूत चोरि भवति. तदा कथ खत् युगनिच् खचि भवति, गण् युगनिच् गणि भवति, चिन्त् युगनिच् चिन्ति, बज् बच् निच् पक्षि इति रूपं. प्रेरणार्थे उदाहरणमस्ति फट् एव निच्. अत्र अतोनितः अतोनिति भगिनि दीर्घं भवति फट् उपधाय भगिनि अत्र उपधाय अस्ति अत्र उपधाय अत्र उपधाय सूत्रेण फाट् पाठी भवति. लिक् युगनिच् अत्र लेखि भवति, गम् युगनिच् गमि. अत्र किमत्र दीर्घं न भवति सरलभगिनि? अत्र दीर्घस्य निषेधः भवति भगिनि. गणि इति अस्मिन् किं सूत्रमासीत्? किं भगिनि? दीर्घस्य निषेधः जायते तत्र. केन सूत्रेण भगिनि? वदामि, चिन्तयन्ती अस्मि. षड्धातवशब्दि येषाम् अपि हस्व भवति, यथा ज्ञा अस्ति तत् ज्ञ भवति. मितां ह्रस्वः. ओके. क्रुयोगः निच् कारे भवति, श्रुयोगः निच् श्राये भवति, श्राये भवति. इजन्तदातोः निच् प्रत्यय प्रत्ययात् पूर्व हल् वर्णः अस्ति चेत् अपि च तस्मात् हल् वर्णात् पूर्वं लघु अचः वर्णः अस्ति चेत् तर्हि ल्यपि पदे नेः स्थाने ऐ आदेशः भवति ल्यपि लघु पूर्वतः पूर्वात् इति सूत्रेण. ल्यपि लघु पूर्वत् इत्यनेन लघु अच् वर्णात् नेः ऐ ऐ आदेशो भवति ल्यपि परे. निजन्तदातु न नूतनसूत्रमस्ति ल्यपि लघु पूर्व सूत्रेण निजन्तदातोः निच् पूर्वं लघु अच्वर्ण अस्ति चेत् लपि परे स्थाने ऐ आदेशः भवति लपि लघु पूर्व इति सूत्रेण. उदाहरणमस्ति निच् निचः पूर्व लघुस्वरः अतः लपि आयादेशः. प्रायोग कटि अत्र ईकार निच् प्रत्यय अस्ति, पूर्वं अश्वाकारः अस्ति, ततः ल्यपि लघु पूर्वादि सूत्रेण लघुवर्ण अश्वर्ण अन्ये स्थाने अय् आदेशः भवति लपि पदे प्रायोगः खट् योगः ऐ य प्रकृतयूपं तदेव निर्योगः गमि योगः यप् अत्रापि निर्योगः गम् ऐ योगाय निर्गमय गमय वियोग रचि योग लप् वियोगः दातु रच् अस्ति रच् इकारस्थाने ऐ आगत् भवति योगः विच् विचरचय पठामि भगिनि. एवं नितरां चिन्तयामि स्म कथं वा अत्र एकारद्वयम् आगच्छति इति. एकारद्वयम् आगच्छति एवं प्रायोग श्रमीयोग प्रायोग योगः ऐ योगाय क्षमय सं योगमि योग लप् अत्र संयोगः दम दमय्य रूपद्वयम् इति चर्चितवान् महोदय. सम् इति प्रथमं मूनस्वरः भवति रूपद्वयं सं सं दम्य दम्यय वा पदान्तस्य सूत्रेण विकल्पेन सन्दमय इति. केन सूत्रेण यकारस्य एकलकारः कथं भवति भगिनि? एकः यकारः कथं भवति? यकारस्य लोपः कथं भवति? केन सूत्रेण यकारः लोपः नास्ति भगिनि. सम्मतः उपसर्गद मकार अनुस्वर मोनुस्वर भवति स्वरूपद्वयमस्ति अत्र किमर्थं वा पदान्तस्य पदान्ते नास्ति खलु अत्र सम्मिति पदमस्ति तद् किमर्थं सम्मिति पद सम्मिति अस्तु उपसर्ग सन्दमय्य इति रूपं प्रायुग कति यवल्ल प्रायव खत् युवः ऐ युवय प्रकृत्य वियुः गणि युवय अत्रापि वि युवगा गण् युवः ऐ युवय विगण्यय लयपि लघुपूर्व पूर्वात् लघु अच् वर्णात् नेहे ऐ आदेशो भवति यपि परे नीरनीति इत्यस्य अपवादः लघुः पूर्वः यस्मात् सः लघुपूर्वः तस्मात् लघुपूर्वात् यपि सत्यन्तं लघुपूर्व पूर्वात् इति पञ्चम्यन्तं द्विपदं सूत्रं नीरनीति इत्यस्मात् नेहे इत्यस्य अनुवृत्तिः अयामन् अयामन् कथं वर्णितम् किं भगिनि विष्णुः पश्यामः तत्र पश्यामः अयाम् अन्त अल् अयाम् ऐ आम् अन्त आलु आय इत्नु विष्णुषु इति अयम् अन्त आये विष्णुषु यस्मात् ऐ आदेशे अनुवृत्तिः अङ्गस्य चकारः ज्योतिषिकसूत्रम् अङ्गस्य लघुपूर्वात् नेहे ऐ यपि पठामि भगिनि निच् निचः पूर्वं लघुस्वरः नास्ति चेत् यपि अन्यादेशः न भवति अपि उदाहरणमस्ति प्रायोग ताडीयवाल्य नीरनीति इत्यनेन अस्य अधुदातकप्रत्यय इदागमो नास्ति तस्मात् पूर्वं नीप्रत्ययस्य लोपः भवति प्रायुणस्थाद्य प्रताड्य इति रूपम् एवमेव सं चोरीय निकारलोपं भूत्वा सं चोर्य उपायवनी मन्त्र उपनिसने अपगच्छति नो नि अपि नि इति उपसर्ग नाम भगिनि उपनि मन्त्री भवति मन्त्र नेरनीति इत्यनेन कारलोपः भवति उपनिमन्त्रिया भवति ओ ओके उपनिमन्त्रिया भवति वयं न कृतवन्तः न भगिनि नेरनीति न पठितवन्तः तावत् पठितवन्तः वा अत्र मम कथं महोदय तत्र तथा कथं पाणिनेः लघुपूर्वात् इति उक्तमस्ति किन्तु किम् इत्युक्ते लघुपूर्व तत्र हल् वर्णः अपि मध्ये अस्ति खलु अवधानं ददाति खलु तर्हि तस्य कथं सूत्ररचनां कथं कृतवान् इति मम मनसि लघुपूर्वात् णेः इति णि प्रत्ययः मध्ये अस्ति कट् उदाहरणं प्र कट् इ प्लस् य इति अस्ति खलु प्र कट् प्लस् इ इति णि अस्ति तत्तु णि अस्ति किन्तु मध्ये तु सकारः अपि अस्ति खलु साक्षात् पूर्वं नास्ति खलु सत्यं भगिनि तदर्थमेव प्रायः पूर्व इति शब्दस्य प्रयोगं कृतवान् नो चेत् केवलं पञ्चम्या एव ज्ञायते उत्तरस्य इति ज्ञायते तस्माद् इति उत्तरस्य इति ज्ञायते तत्र पूर्वे प्रयोगः अनावश्यकः भवति पूर्वे इति शब्देन एव तत्र अनन्तरं तस्मात् कुत्रचित् अपि पूर्वं भवितुम् अर्हति इति अवबुध्यते इति मन्ये खलु. मन्त्रविषये पूर्वः नकारः अस्ति न तु अकारः. कुत्र कस्मिन् भगिनि? उपनिमन्त्र तत्र पूर्वह्रस्वः नास्ति खलु. उपदा अत्र अनन्तरम् आगच्छति खलु, नेरनिटि इति अनन्तरमेव आगच्छति. तत्रापि नि इति पूर्वमेव अस्ति खलु. नि तत्र उप उपसर्ग नि अपि उपसर्ग. आम्, किन्तु अहं मन्ये उपसर्ग चेदपि द्रष्टव्यं वा इति न जाने. यदि लघुपूर्वशब्दः लघुपूर्ववित् इति उपसर्गे अस्ति चेत् अपि द्रष्टव्यं वा न जाने. अग्रिमे सप्ताहे तत्र धातुतः एव निच् भवति खलु भगिनि? आं सत्यं. तर्हि उपसर्गः भिन्नपदमस्ति, समासः अस्ति इति कृत्वा न भवति इति खलु. लेप् उपयुज्य उपसर्ग भवति. लेप् योजने उपसर्गपूर्व लेप् भवति खलु, नो चेत् लेप् एव न भवति. आम् आम्. मन्त्रधातु अस्ति चेत् निजन्तधातु मन्त्री अस्ति. मन्त्री योगः लेप् तु मन्त्री इति तत्र लघुस्वरः नास्ति चेत् तत्र मन्त्री इत्यस्मिन् किं भवति? लेप् प्रत्यय अनिट् प्रत्यय नेरनिट् इत्यनेन इक् निचि ई लोपः भवति, मन्त्र भवति. तत्र पूर्वह्रस्वः नास्ति, नकार अस्ति, संयुक्ताक्षरमस्ति, नकार तकार लोपः. प्रश्नः पूर्व इत्यनेन उपदावर्णस्य एव तत्र उल्लेखः अस्ति खलु, न तु साक्षात् पूर्ववर्णः. साक्षात् पूर्ववर्णः इति पश्यामः चेत् रेपः भवति खलु, मन्त्र इत्यस्मिन् रेपः भवति खलु मन्त्र इत्यस्मिन्. णिच् इत्यस्य पूर्ववर्णः तु रेपः अस्ति. आमाम्. तर्हि पूर्व इत्यस्य तत्र एव मया अवगतं. तत्र यदि रेफस्य तत्र दर्शनं चेत् तत्र चिन्तनं चेत् तत्र तु पञ्चमीविभक्तेः प्रयोगेनैव वयं तस्मादिति उत्तरस्य इत्यनेन साक्षात् पूर्ववर्णः इति अवगच्छामः. किन्तु पूर्व इति इत्यनेन कियत् पूर्वं भवितुम् अर्हति इति संशयः उदेति. साक्षात् वा नो चेत् तदनन्तरं भिन्नवर्णः आगच्छन्ति वा इति तत्र तत्र अत्र उपसर्गमस्ति. पूर्वं यदि लघुस्वरः नास्ति तत्र अयम् आदेशः न भवति. अत्र मन्त्र अत्र लघुस्वरः नास्ति, नकारः अस्ति. तत्र लघु पूर्व इत्यनेन साक्षात् अन्तिमवर्णात् पूर्वम् इति कथम् उपदा इत्युक्ते अन्तिमवर्णात् पूर्वं जानीमः. पूर्व इत्यस्यापि उपदावर्णः इत्येव आशयः वा इति संशयः मम प्रश्नः. नास्ति चेत् नेरनेटे कार्यं करोति. पूर्व इस् इक्वल् टु उपदा इत्येव अर्थः अस्ति अत्र. अस्तु भगिनी, मया गन्तव्यम् इदानीम्. अस्तु, समाप्तं भगिनि. धन्यवादः. धन्यवादः. धन्यवादः.